एतदथर्वशीर्षम् योधिते स ब्रह्म भूयाय कल्पते स सर्वतः सुखमेधते स सर्वविघ्नैर्न बाध्यते स पञ्चमहापापात् प्रमुच्यते सायम् धीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो अपापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमथर्वशीर्षमशिष्यायन देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनात् यम् यम् काममधीते तम् तमनेन साधयेत् अनेन गणपतिम् भिषिञ्चति स वाग्मी भवति चतुर्थ्याम् मनश्रम् जपति स विद्यावान् भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यात् न बिभेति कदाचनेति यो दुर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यसमिद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् साम्यग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यगृहे महानद्याम् प्रतिमासौ निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महापापात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेद उत्युपनिषत् ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः।